सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः। हरिः ॐ श्रीगुरुभ्यो नमः। हरिः ॐ धन्यवादः महोदय। सर्वेषां सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानवृत्तिः अस्ति तत्र महोदय क्षम्यतां, समस्या न श्रूयते महोदय, मन्दमस्ति मन्दमस्ति। अस्तु अस्तु, इदानीमपि किञ्चित् अस्तु। धन्यवादः भगिनी सूचनार्थम्। अस्तु, एकनिमिषः, तत्र किं करणीयम् इति वक्ष्यामि। तत्र किम् अभवत्? अस्तु, एकनिमिषः, तत्र अहं तत्र पुनरागच्छामि। हा, एकनिमिषः। अस्तु, इदानीं कथमस्ति? सम्यक्, किञ्चित् सम्यक् अस्ति, किञ्चित् अस्तु, श्रूयते। अस्तु तर्हि, हा, अस्तु, सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानविषयः अस्ति तत्र भावे कर्मणि प्रयोगः लोट् लकारे। तत्र वयं परिचयं प्राप्तवन्तः, अभ्यासान् अपि कृतवन्तः। इदानीं तत्र पञ्चम अभ्यासः सङ्ख्या अस्ति 139 इति, तत्र स्मः इति मन्ये। हा, किन्तु आरम्भे केवलं तत्र पुनस्मरणार्थं तत्र हर्षदा भगिनी तत्र किञ्चित् वदति वा, तत्र नियमः कः इति, तत्र कर्मणि प्रयोगे भावे प्रयोगे वाक्यस्य रूपं कथं भवति इति। कर्मणि प्रयोगे कर्ता तृतीयान्त अस्ति, कर्म प्रथमा विभक्त्यन्त अस्ति, क्रियापदं कर्मम् आचरति अनुसरति। कर्म भावे क्रियापदं क्रियापदं कर्मपदम् अनुसरति, भावे प्रयोगे क्रियापदं सदैव प्रथमपुरुष एकवचने। हा, इति अस्ति, समीचीनम्, उत्तमं, हा, तथैव अस्ति। हा, एतत् मनसि स्थापयामश्चेत् सुलभः भवति। अपि क्रियापदं कर्तृप्रयोगे परस्मैपदी वा आत्मनेपदी वा भवतु, किन्तु कर्मणि प्रयोगे सर्वदा आत्मनेपदी रूपं भवति। हा, समीचीनं भगिनि, तावदेव स्मर्तव्यमस्ति। अस्तु, समीचीनम्। अस्तु, तर्हि तत्र उषा भगिनी आरम्भं करोति वा? आं महोदय। अधः दत्तेषु वाक्येषु दोषान् परिहरत, दोषः अस्ति। वाक्यं पठित्वा कः दोषः इति वक्तव्यः अस्ति। अस्तु महोदय, उदाहरणं यूयं कर्मणि क्रियन्ताम्, यूयं कर्मणि क्रियन्ताम्, युष्माभिः कर्मणि क्रियन्ताम्, कर्माणि क्रियन्ताम् इति अस्ति, कर्माणि क्रियन्तां, युष्माभिः कर्माणि क्रियन्तां, यूयं दोषः अस्ति तत्र, युष्माभिः इति भवितव्यम्। किमर्थम्? कर्तृ कर्मपदं कर्मणि प्रयोगे तृतीयविभक्त्यन्तं भवनीयं न महोदय, कर्तृपदम्। हा, कर्तृपदम्, अत्र किं कर्तृपदम्? प्रथमवाक्ये तु त्वं युवां यूयं बहुवचने अस्ति, तत्र कर्तृपदं किमस्ति? यूयम् इति अस्ति महोदय। यूयम् एव कर्तृपदं, किन्तु अतः दोषः कः? यूयम् इति दोषः, यूयम् इति दोषः न, तत्र दोषः कः? यूयम् इति दोषयुक्तपदं, हा, किन्तु यूयम् इति दोषः नास्ति खलु? यूयं पदे दोषः अस्ति, किन्तु यूयं साक्षात् दोषः नास्ति खलु? साक्षात् दोषः नास्ति, परन्तु दोषयुक्तपदं दोषयुक्तपदम् अतः तत्र किमर्थं दोष तत्र दोषः अस्ति तस्मिन् पदे? बहुवचने अस्ति महोदय, तृतीयविभक्त्यन्तं भवनीयम्, अत्र तु बहुवचने अस्ति, त्वं युवां यूयम् इति. न न, बहुवचने वक्तव्यं तृतीया भवनीयं? सम्यक्तया वदतु भगिनि, तत्र कर्तृपदं तस्य विभक्ति कर्मणि प्रयोगे कर्तृपदं तृतीया विभक्त्यन्तं भवनीयं, परन्तु अत्र यूयं कर्माणि क्रियन्ताम् इति दत्तं. यूयं सम्यक् सम्यक् पदं सम्यक् नास्ति. सम्यक् नास्ति किमर्थं? यूयं तत्र न आगच्छति महोदय. किन्तु कारणं वदतु भगिनि, किमर्थं यूयम् इति सम्यक् नास्ति? यूयं तु तृतीयविभक्त्यन्तं न भवति. हा, तस्य विभक्ति का तर्हि? त्वं युवं यूयं प्रथमा विभक्ति बहुवचने अस्ति. हा अस्तु, हा अतः तत्र यूयं स्थाने किं पदं स्थापनीयम्? युष्माभिः इति, त्वया युवाभ्यां युष्माभिः, युष्माभिः इति स्थापनीयम्. हा समीचीनम्, अस्तु युष्माभिः इति भवति चेत् समीचीनं भवति. अस्तु युष्माभिः कर्माणि क्रियन्ताम्. क्रियन्ता, अस्तु समीचीनं. हा अस्तु, इदानीं प्रथमं करोतु नाम अग्रे. अग्रिमं तैः यशः लभताम्. लभताम् तैः तु तृतीयविभक्त्यन्ताम् अस्ति. यशः यशः यशः लभताम् लभताम् लभते लभ्यते लभ्यताम् तैः लभताम् इति दोषः अस्ति वा? दोषयुक्तपदम् अस्ति महोदय. एतद् वदतु भगिनि, एतद् एतादृशं व्यवहार एतादृशव्यवहारः भवतु, तत्र दोषः कर्तृपदे अस्ति अथवा दोषः कर्मपदे अस्ति अथवा दोषः दोषः क्रियापदे क्रियापदे अस्ति. अतः तस्य समीचीनपदम् अस्ति तैः यशः लभ्यताम् इति. हा समीचीनं, तत्र धातुः कः? लब् धातुः. लब् धातुः, हा अपि तत्र कर्मणि लटि रूपं किं भवति एकवचने? लभते लभ्यते कर्मणि कर्मणि कर्मणि कर्मणि लट् अस्ति वा महोदय? कर्मणि लटि रूपं किं भवति? कर्मणि लट् कर्मणि लट् लकारे रूपं कथं भवति इति वदति वा? लभते लभते न लभ्यते कर्मणि लभ्यते लभ्येते लभ्यन्ते. हा इति समीचीनं, हा कर्तरि मध्ये लभते लभते लभ्य लभ्यते लभताम् लभ्यतां समीचीनं लोटि लभ्यतां समीचीनं समीचीनमस्ति. हा अस्तु अग्रे तत्र अग्रे तत्र द्वितीय अग्रिमवाक्यम् नरेश महोदय न श्रूयते वा पुनः? भवतः ध्वनिः मन्दम् अस्ति इति वा महोदय? परन्तु अहं वदामि, अत्र पाण्डवाः राज्यं भुज्यताम्. एकनिमिषः महोदय, सर्वेषां कृते पुनः तादृशी समस्या अस्ति वा? न श्रूयते वा? न महोदय, आं श्रूयते अधुना. आं महोदय, मध्ये मध्ये न श्रूयते. सम्यक् अस्ति महोदय, मध्ये मध्ये बहु मन्दं भवति, मध्ये मध्ये श्रूयते. न जानामि किमर्थम् इति. हा अस्तु अस्तु, तत्र भवान् माइक् समीपे नास्ति, किन्तु सङ्गणकात् अहं वर्गं चालयामि महोदय, तत्र सङ्गणके एव अस्ति, अतः न जानामि किमस्ति. न जानामि महोदय, अस्तु पश्यामि तत्र. हा यदा तत्र सम्यक् भवति चेत् वदन्तु तर्हि समीचीनमस्ति इदानीम् इति. अस्तु वदतु महोदय. आं महोदय. पाण्डवाः राज्यं भुज्यताम्. कर्मणि अस्ति परन्तु कर्तृपदं पाण्डवाः तस्य प्रथमविभक्ति बहुवचनम् अस्ति पाण्डवाः. तत्र तृतीयविभक्ति बहुवचनम् आवश्यकम्. अतः पाण्डवैः पाण्डवैः राज्यं भुज्यताम्. समीचीनं. तत्र धातुः कः? भुज् धातुः. समीचीनं. तत्र बुङ्क्ते इति भवति. भुज् धातुः. समीचीनं महोदय. अस्तु अग्रे शोभा भगिनी. अग्रे वंशीसुधा भगिनी नमस्कारः. अस्तु शोभा भगिनी अग्रे. आं महोदय. अग्रे केनापि स्वधर्मं न त्यज्यताम्. अत्र केन इति तृतीयविभक्तौ अस्ति. अपि च त्यज्यतां तत्र यकारः दृश्यते अतः तत्र कर्मणि प्रयोगः अस्ति. तर्हि तत्र कर्तृपदं तृतीयविभक्त्याम् अस्ति अपि च क्रियापदं कर्मणि प्रयोगे अस्ति. तत्र स्वधर्मम् इति द्वितीयविभक्तौ अस्ति कर्मपदम् इव. तत्र स्वधर्मः इति भवनीयम्. समीचीनं. केनापि स्वधर्मः न त्यज्यताम् इति समीचीनम्. अतः दोषः कर्मपदे दोषः अस्ति. समीचीनं भगिनि. अतः केनापि स्वधर्मः न त्यज्यताम् इति समीचीनं भगिनि. इत्युक्ते तत्र क्रियापदे यकारः दृश्यते चेदपि दिवादिगणे नास्ति इति किं तत्र शोधनं करणीयम्? किन्तु सत्यं, किन्तु द्विवादिगणे अस्ति चेत् शोधनम् आवश्यकं नास्ति, यतोहि तत् कर्मणि प्रयोगः एव खलु. तत्र सर्व अस्तु अस्तु नाम तत्र कर्तृ वा कर्मणि वा समीचीनरूपम् एव भवति अतः. अस्तु अस्तु अस्तु सत्यं. अस्तु अग्रे. अस्तु समीचीनम्. अस्तु अग्रे हर्षदा भगिनी अग्रे. युष्माभिः संसारवृक्षस्य फलं न भुञ्जताम्. युष्माभिः तृतीयाविभक्त्यन्तकर्ता अस्ति. फलं द्वितीया प्रथमा समानं नपुसकलिङ्ग अस्ति चेत् अतः भुञ्जतां भुज्यतां भवेत्. युष्माभिः संसारवृक्षस्य फलं न भुज्यतां भुज्यताम्. भुज्यताम् इति एव अस्ति समीचीनम्. युष्माभिः संसारवृक्षस्य फलं न भुज्यताम्. समीचीनं भगिनि तथैव अस्ति. धन्यवादः महोदय. तत्र सन्देहः, त्यज् इति धातुः तु दिवादिगणे नास्ति, किन्तु यत् भवान् उक्तवान् तत्र किञ्चित् अनन्तरं पृच्छामि महोदय. अस्तु अस्तु अग्रे. तर्हि सुजाता भगिनी अग्रे. नमस्कारः महोदय. भवन्तः तान् वीक्षन्ताम्. भवन्तः प्रथमविभक्तिः अस्ति. भवता त्वं तान् द्वितीया विभक्ति अस्ति. तत्र विभक्ति का इति वदतु. तत्र भवन्तः इति पदस्य विभक्ति का? भवन्तः प्रथमाविभक्ति बहुवचनमस्ति. अस्तु. तदनन्तरं तान् इति? तान् इति द्वितीया विभक्ति. अस्तु. इदानीं तत्र अपि वचनम् एकवचनमस्ति. तान् बहुवचनमस्ति महोदय. तान् अपि बहुवचनं, भवन्तः अपि बहुवचनमस्ति. अतः तत्र भवद्भिः इदानीं तत्र अस्तु. तत्र अस्तु भगिनि, तत्र इदानीं तत्र एकस्य पदस्य एव परिवर्तनं भवेत् खलु? आम् आम् महोदय. नाम तत्र दोषः सर्वत्र इति चिन्तनं नास्ति खलु, केवलम् एकस्मिन् पदे एव दोषः अस्ति इति खलु? आम् महोदय. अस्तु, भवन्तः इति विभक्ति प्रथमा, प्रथमा भवद्भिः भवति. तत् भवद्भिः भवति चेत् वीक्ष्यन्ताम्. तत्र भवद्भिः भवति चेत् तत्र तान् इति द्वितीयविभक्तौ भवति. क्षम्यतां भगिनि, प्रायशः दोषः सर्वत्र भवेत् अहं न जानामि. हा, एतावत् केवलम् एकस्मिन् पदे आसीत्, किन्तु सर्वत्र भवेत्. हा, अतः न जानीमः. अस्तु, इदानीं अस्तु, तत्र भवद्भिः इति चिन्तयामः. समीचीनं, भवद्भिः अस्ति चेत् तत् कर्तृपदं वा कर्मपदं वा? भवद्भिः अस्ति चेत् भवद्भिः कर्तृपदम् अस्ति. कर्तृपदम् अस्ति, अस्तु. अतः तत्र भवद्भिः इति कर्तृपदम्. इदानीम् अग्रे कर्मपदस्य प्रथमा विभक्ति भवेत्. तान् इति अस्ति, तान् एव भवति वीक्ष्यन्ताम्. किन्तु तान् इति द्वितीयविभक्त्यन्तमस्ति खलु भगिनि? द्वितीयविभक्ति, हा, द्वितीया अस्ति, प्रथमा नास्ति. कर्मपदस्य प्रथमा विभक्ति द्वितीया बहुवचनम् अस्ति महोदय. अतः तत्र तस्मिन् स्थाने किं भवेत्? प्रथमा विभक्ति रूपं किम्? प्रथमाविभक्ति त्वं. न न न, तान् तान् इति तु तत्र सः इति पदस्य तत्र विभक्तिरूपाणि वदतु. सः सः तौ ते तं तं ते तं तौ तान्. अतः तत्र प्रथमविभक्तिरूपं किम् अस्ति? त्वं. न न, सः तौ ते तं तान् इति भवती एव उक्तवती. तं भवति महोदय. तम् इति एकवचने अस्ति भगिनि, प्रथमविभक्ति तान् भवति. तान् इति द्वितीयाविभक्ति बहुवचनं खलु? बहुवचनं. प्रथमाविभक्ति बहुवचनरूपं किम्? त्वं. न न, तत्र पदं तु सः इति एव अस्ति खलु, तत्र त्वं किमर्थम्? सः तत्र सः बालकः इति वदतु. तत्र सः बालकः, तदनन्तरं बालकौ अस्ति चेत् किं भवति? तौ तौ बालकौ. बालकाः ते बालकाः. तत्र बालकाः सन्ति, किं वदामः? तान् बालकान् पश्यतु. किन्तु ते बालकः अस्ति चेत् तान् बालकान् पश्यतु. रूपं किम् अस्ति तान् पदस्य? तान् अस्तु, हर्षद भगिनी किञ्चित् सहायं करोति वा तत्र? आं महोदय, एतत् वाक्यं तु कर्तरी करणीयं चेत् भवन्तः तान् वीक्ष किजगापे वीक्षता वीक्षन्ताम् आगच्छति. यदि कर्मणि करणीय चेत् भवद्भिः ते भवद्भिः ते वीक्षन्ताम् आगच्छति. ते प्रथमा बहुवचनं, हा, भवद्भिः ते वीक्ष्यन्ताम्. परन्तु महोदय, अत्र तु कर्तृवाक्यमपि शक्यमस्ति, भवन्तः तान् वीक्षताम्. हा, वीक्षन्ताम्, किन्तु यकारः नास्ति, वीक्षन्ताम्. वीक्षन्ताम् कर्तरी करणीयम् अस्ति चेत्. सत्यं सत्यं, हा, तत्र ते न वदन्ति तत्र कर्तरी वा कर्मणि वा इति. हा, सत्यं भगिनि, केवल केवल एक एकम् एव पदस्य संशोधनं कर्तव्यमस्ति चेत् वीक्षन्तां शुर्भि वीक्षतां वीक्षन्ताम् वीक्षन्ताम् इति कर्तुं शक्नुमः. समीचीनं भगिनि, हा समीचीनं, हा धन्यवादः भगिनि, धन्यवादः. समीचीनं, क्षम्यतां महोदय. भगिनि एतत् न वदतु, तत्र सर्वे वयं छात्राः एव. अस्तु, इदानीम् अवगतं वा? अवगतं महोदय. अस्तु, समीचीनं, धन्यवादः. तत्र उषा भगिनी अग्रे. आं महोदय, सर्वैः आत्मना आत्मानम् उद्ध्रियताम् वा ध्रियताम् वा? क्षम्यताम्, उद्ध्रियताम् उद्ध्रियताम् उद्ध्रियताम् सर्वैः प्रथमपुरुष बहुवचनमस्ति. आत्मन शब्द तृतीयविभक्त्यन्ताम् अस्ति. आत्मन् शब्दस्य द्वितीयविभक्त्यन्तम् अस्ति कर्मपदम्. उद्ध्रियतां क्रियापदम्. दोषः सर्वैः आत्मना आत्मानस्य कर्तृपदं. भगिनि, तत्र कर्तृपदं किम् इति एतत् सर्वं किञ्चित् वदतु भगिनि तर्हि. आं महोदय, कर्तृपदं सर्वैः, आत्मना तु तृतीयविभक्त्यन्तम् अस्ति. अस्तु, आत्मानं कर्मपदम् अस्ति, द्वितीयविभक्त्यन्तम् अस्ति. क्रियापदम् उद्ध्रियताम्. दोषः युक्त क्रिया कर्मपदं दोषमस्ति महोदय तत्र. हा समीचीनम्, अस्तु. अतः सर्वैः आत्मना आत्मा इति भवितव्यम् इति मन्ये महोदय. समीचीनं भगिनि, आत्मा उद्ध्रियताम्. समीचीनं, तथैव अस्ति भगिनि. हा नाम तत्र आत्मा इति प्रथमविभक्त्यन्तं, कर्मपदम् आत्मा इति अस्ति, अतः तत् तथैव तत् भवेत्. अतः सर्वैः आत्मना उद्ध्रियताम् इति अस्ति. समीचीनम्. उद्ध्रियताम् इत्युक्ते किं महोदय? तत्र उद्धारं करोतु इति. अथवा तत्र तद् प्राप्नोतु इति अपि भवेत् इति मन्ये भगिनि. हा, ध्री धातु अस्ति वा महोदय? धृधातुः, धृधातु. अतः तत्र अतः तत्र तद् अस्तु इति चिन्तयामि, किन्तु द्रष्टव्यमस्ति. तत्र हृधातुः अस्ति इति मन्ये महोदय. किं भगिनि? हृधातुः, तस्य हकारस्य धकारः भवति तत्र इति मन्ये. उद्धारः इति तत्रापि न पूर्वं दृष्टवती तत्र यथा ओ धा धातुः. अस्तु अस्तु, किमस्ति भगिनि अत्र? तत्र हकारस्य धकारः भवति वा अथवा ध्रियतां धारणे एव तत्र उद्धारणे. अस्तु, क्षम्यतां महोदय. ध्रु धातु अस्ति अत्र अष्टाध्यायी मध्ये. ध्रु धातु ध्रियताम् उद्धरणे धारणे धारणे ध्रु धातु धारणे अस्ति. ध्रियता क्रू धातुः क्रियताम् इति भवति तथा अष्टाध्यायी मध्ये. भगिनी अष्टाध्यायी मध्ये अहम् अष्टाध्यायी उद्घाटितवती, तत्र ध्रुधातु अस्ति धारणे. शाटिका धरति, शाटिका धरति, युतकं धरति, तद्वत् उद्धरति. तत्र ऋकारान्तधातुः अतः तत्र आम् आम् आम् क्रूधातुवत् तथैव अस्तु समीचीनम् अस्तु अग्रे नरेश महोदय महोदय अग्रे भवद्भिः श्रेयः आप्नुताम् अत्र भवद्भिः तु तृतीयविभक्तिः अस्ति श्रेयः अपि प्रथमविभक्तिः अस्ति कर्मपदम् आप्नुताम् आप्नुतां कर्मणि प्रयोगे अत्र यकारः न वर्तते यकारः अस्ति चेत् अहं चिन्तयामि आप्युताम् तत्र आप् आप् इति धातुः खलु आम् योगः तत्र आप् इति धातुः आप्नोति इति खलु रूपं लटि कर्त्री लटि आप्नोति इति खलु आप्नोति कर्मणि प्रयोगे किमस्ति आप् आप् योगः आप्य आप्य आप्यताम् आप्यताम् इति अस्तु प्राप्नोति प्राप्यताम् प्राप्यताम् भवद्भिः श्रेयः आप्यताम् आप्यताम् तत्र श्रेयः इति प्रातिपदिकं किम् न जानामि श्रेयस् श्रेयस् अस्ति आम् तत्र पुल्लिङ्गे वा नपुंसकलिङ्गे न जानामि प्रायशः नपुंसकलिङ्गे इति मन्ये नाम मनः इति एव अस्ति इति मन्ये अस्तु समीचीनम् अस्तु अग्रे तत्र हर्षदा भगिनी अग्रे योधैः विजयं प्राप्यताम् अत्र योधैः तृतीयान्तकर्ता अस्ति प्राप्यताम् आत्मनेपदी इव क्रियापदमस्ति विजयम् इति विजयः भवेत् विजयम् इति द्वितीयान्त अस्ति तत्र विजयः प्रथमविभक्त्यान्तक्रमं भवेत् योधैः विजयः प्राप्यताम् प्राप्यताम् इति समीचीनं प्रयोगः इति धातुः प्राप्यताम् समीचीनं धन्यवाद अग्रे शोभा भगिनी अग्रे भारतस्य यशः वृद्ध्यताम् तत्र वृद्ध्यताम् इति क्रियापदं कर्मणि प्रयोगे अस्ति यशः इति अपि प्रथमा विभक्तौ अस्ति किन्तु तत्र यशः वृद्ध्यताम् तत्र कस्मै इति ओ वृद्ध्य यशः इति तु तत्र किन्तु तत्र भारतस्य इति षष्टिविभक्तिः अस्ति भारतस्य षष्टिः अस्ति षष्टिः अस्ति तस्य तत्र किमपि तत्र लटि रूपं तत्र कर्त्री लटि रूपं किमस्ति धातुः कः इति वदति वा तत्र वृद्धि इति धातुः वृद्धि इति धातुः अस्तु लटि कर्तरि लटि रूपं कर्तरि लटि वर्धते इति भवति वर्धते अस्तु समीचीनं तत्र सरलवाक्यं तत्र शिशुः वर्धते यशः वर्धते इति भवति यशः वर्धते तर्हि यशः इति कर्तृपदं वा कर्मपदं वा यशः वर्धते अस्ति चेत् तदेव कर्तृपदम् यशः वर्धते समीचीनं वाक्यं खलु हा समीचीनम् अस्तु तर्हि तत्र तदेव कर्तृपदम् अस्ति इति कृत्वा यथा क्रियापदं कर्मणि भवति तर्हि यशः इत्यस्य भगिनि तत्र वर्धते इति यदस्ति क्रियापदं तत्र अकर्मकः वा सकर्मकः वा अकर्मक तत्र वृद्धि इति धातुः अकर्मकधातुः कर्मपदं न स्वीकरोति एव तत् कर्मपदं न भवितुं शक्नोति एव तत्र तत्र अतः तत्र कर्तृपदम् अपि क्रियापदस्य एव प्रयोगः तेन तत्र यशः इति कर्तृपदं भवति यतोहि अधुना क्रियापदं कर्मणि प्रयोगे अस्ति इति कृत्वा कर्तारस्य तृतीया भवनीया अतः तत्र यशसा वृद्ध्यताम् इति भवति. समीचीनं. हा, तत्र भारतस्य इति किमपि सम्बन्धः नास्ति तत्र अस्मिन् विषये. सत्यं सत्यं. हा, अतः पूर्णवाक्यम् इदानीं भारतस्य यशसा वृद्ध्यताम् हा इति अस्ति. समीचीनम्. अस्तु, इदानीं तत्र अग्रे तत्र सुजाता भगिनी अग्रिमम् अभ्यासम् आरम्भं करोति वा? आम् महोदय. एतानि कर्तरीवाक्यानि यदोदाहरणं कर्मणि भावे वा परिवर्त्य वदताम्. भवद्भिः पाठारम्भे पठिते सम्भाषणे तानि एव वाक्यानि सन्ति. भवतः पाठः यः पाठः साक्षात् पाठः पूर्वम् आसीत् पूर्वः आसीत् तस्मिन् पाठे सन्ति. तस्मिन् पाठे एव एतानि पदानि एतानि वाक्यानि तत्र कर्मणि रूपं कर्मणि रूपवाक्यानि सन्ति. किन्तु अत्र कर्मणि कथमस्ति कर्मणि अस्माभिः कर्तव्यमस्ति. हा, भवतः भीष्मम् अभिरक्षन्तु. भवन्तः भीष्मम् अभिरक्षन्तु. भवद्भिः भीष्मः अभिरक्ष्यताम्. भीष्मः अभिरक्ष्यताम् इति समीचीनम् अभिरक्ष्यताम् इति. भवान् कृपया उत्तिष्ठतु, शीघ्रं समुत्तिष्ठतु. भवान् इति प्रथमाविभक्ति भवति. कर्तृपदं कर्तृपदम् अस्ति. भवता कृपया उत्तीयताम् इति अस्ति. समीचीनम्. कृपया भवता उत्तीयताम् इति अस्ति. समीचीनम्. भवता भवान् स्थाने भवता उत्तिष्ठतु स्थाने उत्तीयताम्. समीचीनम् अस्ति भगिनि. शीघ्रं समुत्तिष्ठतु. शीघ्रं समुत्तिष्ठतु अस्ति चेत् समुत्तीयताम्. तत्र उपसर्गः अस्ति चेत् बाधा नास्ति. यतोहि तत्र परिवर्तनम् अन्ते एव भवति, आरम्भे न भवति. योजनेन अतः शीघ्रं समुत्तिष्ठतु अस्ति चेत् शीघ्रं समुत्तीयताम् वंशीसुधा भगिनी तत्र यदा वक्तुमिच्छति वदत् न सूचयतु. अस्तु, अग्रे उषा भगिनी अग्रे. धन्यवादः. आं महोदय. भवान् त्वरया किमपि न करोतु. भवान् त्वरया किमपि न करोतु. भवता त्वरया किमपि न क्रियताम्. हा, समीचीनमस्ति भगिनि. हा, तत्र कर्मपदं किमस्ति? कर्मपदं तु भवान् तु कर्तृपदं, करोतु क्रियापदम्. कर्मपदं नास्ति महोदय. इति वा? त्वरया किमपि किमपि ओ किम् अस्ति वा महोदय? इति सत्यं. किं योगः अपि किमपि. समीचीनं. सरलमस्ति चेत् अपि कः कौ यतोहि इदानीं भवती बहु किमपि जानाति खलु. अतः कः कौके कं कौकान् किमपि किमपि न करोतु. भवता त्वरया किमपि न क्रियताम्. क्रियताम्, समीचीनम्. हा, अस्तु, अग्रे नरेश महोदय. आं महोदय. वत्सः दुःशासनः सन्निहितः भवतु. एतत्तु भावे प्रयोगः अस्ति. भूधातुः तु अकर्मकः अस्ति, अतः कर्मपदं नास्ति. वत्सः दुःशासनः सन्निहितः भवतु, तत्तु कर्तृपदम् अस्ति, अतः तृतीयविभक्ति. वत्सेन दुःशासनेन सन्निहितेन भवतु. भूयताम् भूयताम् भूयताम् समीचीनम् भूयताम् इति अस्ति समीचीनम्. अस्तु अग्रे हर्षदा भगिनी अग्रे. तत्र भवान् स्नानानुष्ठानादिकं शीघ्रं परिसमापयतु. तत्र भवता स्नानानुष्ठानादिकं शीघ्रं परिसमापयतु. समाप्यतां परिसमाप्यतां. हा समीचीनं. तत्र क्षालयति क्षाल्यतां. क्षाल्यतां तथैव. आम् आम् परि उपसर्ग समापयतु समाप्यतां. हा परिसमाप्यताम् इति अस्ति समीचीनं. हा तत्र भवता स्नानानुष्ठानादिकं शीघ्रं परिसमाप्यताम्. अस्तु अग्रे शोभा भगिनी. परन्तु महोदय अत्र भवन्तः तत्र भवान् इति अस्ति इति मन्ये महोदय तावदेव. आमाम् अस्माकं पुस्तके इति अत्र भवान् अस्ति, अतः भवता भवता कृतवती. अस्तु अस्तु. अत्र भवन्तः अस्ति चेत् भवद्भिः भविष्यति. समाप्यन्तु भविष्यति. न न न समाप्यन् सारि सारि सारि सारि शीघ्रं तत्तु एकवचने एव भवति. आम् आम् समाप्यताम् एव. क्षम्यतां क्षम्यतां. भवतः अस्माकं पुस्तके भवन्तः अस्ति. सत्यं सत्यं महोदय. अस्तु अग्रे शोभा भगिनी. भवन्तः आचार्यं रणक्षेत्रम् आनयन्तु. तत्र आनयन्तु इति क्रियापदं बहुवचने, अपि च कर्तृपदं भवन्तः इति अस्ति. आचार्यं रणक्षेत्रम् आनयन्तु. अस्तु तत्र आचार्यः आनीयः तत्र तत् अतः भवद्भिः भवद्भिः आनयन्तु इति आनयन्ताम् इति भवत् नयतु नीयताम् इति भवति. अस्तु नी इति धातुः, नीयन्ताम् इति भवति. नीयतां नीयतां नियन्ताम् आनीयन्ताम् इति भवति. भवद्भिः आनीयन्ताम् किं कम् आनीयन्ताम् इत्युक्ते तत्र आचार्येण इति किं तत्र भवद्भिः आनीयन्ताम्. हा भगिनी तत्र प्रथम अंशः तत्र एकं हा तत्र कर्तृपदं किमस्ति? कर्तृपदं तत्र भवद्भिः एव. हा भवद्भिः न न कर्तृपदं न न यत् वाक्यं दत्तमस्ति साक्षात् वाक्यं तत्र भवन्तः इति भवन्तः तस्य परिवर्तनं भवति भवद्भिः भवद्भिः भवति. इदानीं तत्र क्रियापदं किमस्ति? आनयन्तु आनयन्तु इति अस्ति. अस्तु आनयन्तु इति क्रियापदम्. इदानीम् अन्यत् पदद्वयमस्ति तत्र आचार्यम् इति. आचार्यम् इति पदस्य विभक्ति का? तत्र द्वितीया अस्ति. द्वितीया आचार्यः इति. हा अस्तु समीचीनम्. अपि अन्यत् पदं तत्र रणक्षेत्रम् इति पदस्य विभक्ति? तत्र रणक्षेत्रं तत्र द्वितीया एव. द्वितीया एव कर्मपदमस्ति खलु कर्मपदम् अस्ति अपि तत्र आचार्यमपि रणक्षेत्रं तत्र ओ तत्र महोदय नी इति धातुः इति कृत्वा द्विकर्मकधातुः किल इति तत्र आचार्यः इति विशेषणं नास्ति खलु कर्मपदस्य भिन्नं कर्मपदमस्ति आम् आम् आम् तत्र अतः तत्र द्विकर्मकः धातुः अस्ति ई धातुः आनयतु अपि तत्र अतः तत्र कर्मणि प्रयोगे तत्र कर्मपदद्वयं भवति खलु तत्र आचार्यः आचार्यमिति एकं कर्मपदं रणक्षेत्रम् इति अन्यत् कर्मपदं तत्र द्विकर्मकधातुः अस्ति चेत् तत्र गौणकर्मपदं प्रधानकर्मपदम् इति दृष्टवन्तः खलु वयं सत्यं महोदय तत्र आचार्यपदस्य अन्या विभक्ति अपि भवितुम् अर्हति आचार्यम् अथवा आचार्यमेव भवति तत्र रणक्षेत्रम् इत्यस्य रणक्षेत्रे इति अपि भवितुम् अर्हति तत्र गौणकर्मपदम् इति सत्यम् अतः रणक्षेत्रम् इति गौणकर्मपदम् अस्ति तर्हि तत्र प्रधानकर्मपदम् आचार्यमेव इदानीं तत्र नी धातोः तत्र प्रधानकर्तृपद कर्मपदस्य एव तत्र प्रथमविभक्ति भवति अस्तु अस्तु भवद्भिः आचार्यः रणक्षेत्रम् आनयति आनीयताम् आचार्यः इति कर्मपदम् इति स्वीकृतम् अतः आचार्यः आनीयताम् इति एकवचने आनीयताम् अतः आहत्य पुनः एकवारं वाक्यं भवद्भिः आचार्यः रणक्षेत्रम् आनीयताम् आनीयताम् इति अस्ति समीचीनं तत्र द्विकर्मक अस्ति इति कृत्वा किञ्चित् क्लेशः अस्ति आं महोदय धन्यवादः अस्तु अग्रे सुजाता भगिनी अग्रे सुजाता भगिनी आं महोदय पञ्चमबिन्दुः अस्ति न महोदय पञ्चमबिन्दुः अस्ति न सप्तमवाक्यं भवान् अत्र एव भवतु भवान् कर्तृपदमस्ति भवता अत्र एव भूयताम् भवता अत्र एव भूयताम् इति एव अस्ति तावदेव समीचीनं धन्यवादः समीचीनं भगिनि अस्तु अग्रे उषा भगिनि आं महोदय भवान् गत्वा कर्णं वदतु मम पूर्वसूचनानुसारं व्यूहं स्थानं स्थापयन्तु स्थापयन्तु तु लोट् लकार अस्ति न महोदय स्थापयतु स्थापयन्तु लोट् लकार एव अस्ति खलु भगिनि परन्तु स्थापयन्तु बहुवचने अस्ति अतः किं भवान् गत्वा कर्णं वदतु मम पूर्वसूचनानुसारं व्यूहस्थानं स्थापयन्तु भीष्मः वदति न महोदय तत्र प्रायश भीष्मः न प्रायशः तत्र द्रोणः इति भवान् गत्वा अस्तु भवती चिन्तयति तत्र स्थापयतु इति चिन्तयति वा आं महोदय भवान् गत्वा कर्णं वदतु मम पूर्वसूचनानुसारं व्यूहस्थानं स्थापयतु अस्तु तर्हि तत्र पाठे वाक्यं किमस्ति इति पश्यतु तर्हि भगिनि तत्र तत्र प्रायश परन्तु तत्र पूर्व ततः वत्स द्रोणः वदति वत्स ततः पूर्वं भवता गत्वा कर्णः उच्यतां मम पूर्वसूचनानुसारं व्यूहः विरच्यताम् इति सत्यं भगिनि अतः तत्र किञ्चित् भिन्नम् अस्ति अस्तु अस्तु तर्हि तत्र अग्रिमं तर्हि वदतु भगिनि तर्हि भवन्तः अश्वान् रथान् पदानीं सर्वान् सैनिकान् पदानीम् अस्ति महोदय. हा हा हा, किन्तु तत्र पदानीम् इति भिन्नमस्ति भगिनि, तत्र पदातीन् इति एव भवेत्. तत् मुद्रणदोषः अस्ति तत्र पदातीन्. अस्तु. पदातीन् सर्वान् सैनिकान् च यथास्थानं स्थापयन्तु. भवद्भिः अश्वाः रथाः पदातयः इति न महोदय, पदातः सर्वैः सैनिकाः च यथास्थानं स्थाप्यन्ताम्. हा, यथास्थानं, हा, भवद्भिः, हा, अश्वाः रथाः पदातयः अपि अग्रे सर्वैः सैनिकाः. सर्वैः किमर्थं? सर्वान् अस्ति न महोदय तत्र. अस्तु, तर्हि तत्र सैनिकाः इति विभक्ति का तत्र? सैनिकाः तु बहुवचनमस्ति, प्रथम बहुवचनं. सैनिकान् द्वितीय बहुवचनम्. समीचीनं. अतः तत्र सर्वान् इति द्वितीयविभक्ति अस्ति. प्रथमविभक्तिरूपं किम् अस्ति सर्वान् इति पदस्य? सैनिकैः. न न न, सर्वान् इति पदस्य सर्वैः. तृतीयविभक्तिरूपं किम् अस्ति? सर्वैः न महोदय. किं तृतीया वा इति मन्ये महोदय, पदार्थयः. अस्तु भगिनी, भगिनी, तत्र सर्वान् इति द्वितीया इति वदति, तृतीया विभक्ति का तर्हि? सर्वैः इति. न न न, सर्वैः इति तृतीया एव अस्ति. समीचीनं, सर्वैः तृतीया अस्ति महोदय. अतः प्रथमविभक्तिरूपं किम् अस्ति तर्हि? सर्वाः. न, सर्वाः इति स्त्रीलिङ्गे अस्ति, पुल्लिङ्गे किम् अस्ति? सर्वः सर्वौ सर्व कः कौके सर्वनामपदानां रूपं किञ्चित् भिन्नं सर्वे अस्ति महोदय. कः कौके सः तौके सर्वे सर्वे. हा, इदानीं वदतु, सर्वे सैनिकाः च यथास्थानं स्थाप्यन्ताम् स्थाप्यन्ताम् इति समीचीनं. हा, इदानीं समीचीनमस्ति. अस्तु, अग्रे नरेश् महोदय. महोदय, अत्र वाक्यानि किञ्चित् किञ्चित् भिन्नानि सन्ति. हा, सत्यं भगिनि. हा, पुराणमुद्रणे नूतनमुद्रणे सत्यं भगिनि. अस्तु अस्तु अस्तु. हा हा, तत्र भवत्याः पुस्तके तत्र विरचया इति अस्ति वा? मम पुस्तके नवमवाक्ये विरचया अस्ति. एतत् वाक्ये त्वम् अस्ति, भवान् नास्ति, त्वम् अस्ति. तथा मध्ये द्वे वाक्ये अधिकं सन्ति. ओ, अस्तु. द्वे वाक्ये अधिके स्तः. अस्तु, तत्र एतत् कुर्मः, तदनन्तरं तत्र भवती प्रायश तत्र वाट्सप् मध्ये प्रेषयितुं शक्नोति. आमामामाम्. अस्तु, तर्हि अग्रे नरेश् महोदय. भवन्तः इमान् गजान्, इमान् अश्वान्, एतान् पदातीन् अवलोकताम्. भवन्तः कर्तृपदमस्ति, तत्र तु भवद्भिः तृतीयविभक्ति भवति. इमान् गजान् कर्मपदमस्ति. भवन्तः इति अस्ति खलु तत्र कर्तृपदम्, अतः प्रायशः मुद्रणदोषः अस्ति. नाम तत्र क्रियापदम् अवलोकताम् इति अस्ति, एकवचने अस्ति. अवलोकताम् लोकन्ताम् अस्ति लोकन्ताम् अतः भवतु भवद्भिः इमान् गजान् मान् तस्य प्रथमविभक्ति इमे गजाः समीचीनम् इमान् अश्वान् इमे अश्वाः एतान् पदातीन् एते पदातयः हा समीचीनं पदातयः अवलोकताम् अवलोक यकारः भवेत् खलु आम् अवलोक्यताम् अवलोक्यताम् इति रूपं वचनम् अवलोक्यन्ताम् कर्मपदं बहुवचने बहुवचने अस्ति समीचीनम् इदानीं तत्र भवद्भिः इमे गजाः इमे अश्वाः एते अवलोक्यन्ताम् इति समीचीनं हा तत्र बहुकालं पूर्वं वयं दृष्टवन्तः तत्र रूपम् अतः केवलं पृच्छामि स्मरति चेत् समीचीनं नास्ति चेत् चिन्ता मास्तु तत्र इमे इति समीचीनम् आसीत् इमे गजाः किन्तु एकवचने किमस्ति पुल्लिङ्गे तु अयम् अस्ति स्त्रीलिङ्गे इयम् अस्ति समीचीनं अयम् अयम् अयम् इमे स्त्रीलिङ्गे किम् अस्ति इयम् इयम् इमे इमाः अस्तु अस्तु अतः सर्वे स्मरन्ति समीचीनम् अस्तु अस्तु अस्तु अग्रे तत्र हर्षदा भगिनी भवत्याः पुस्तके वाक्यमस्ति व्यूहपत्रं पठ मम उत्तरीयं किञ्चित् उन्नय कर्तात्वम् अस्ति अत्र अतः त्वया व्यूहपत्रं पठ्यताम् अस्तु पुनः त्वया मम उत्तरीयं किञ्चित् उन्नीयताम् उन्नीयताम् इति अस्ति समीचीनं भगिनि अस्तु धन्यवादः एतद् वाक्यं पुरातनमुद्रणे नास्ति किन्तु तादृशवाक्यद्वयमस्ति तत्र पञ्चदश षोडशवाक्यं अतः तत्र तद् मास्तु अग्रे सरामः तर्हि अस्तु इदानीं तत्र शोभा भगिनी इदानीं तत्र चतुर्दशवाक्यं करोति वा शोभा भगिनी आम् महोदय धीमान् शिष्यः दृष्टद्युम्नः व्यूढां चमूं पश्यतु अस्तु तत्र पश्यतु इति क्रियापदम् धीमान् शिष्यः दृष्टद्युम्नः पश्यतु इति अपि च तत्र धीमान् शिष्यः इति दृष्टद्युम्नः इत्यस्य विशेषणौ व्यूढां चमूं पश्यतु इति अत्र पुनः व्यूढां चमूम् इति द्वे अपि कर्मपदे तत्र दृष्धातुः अपि न न व्यूढम् इति विशेषणमस्ति भगिनि चमूं कीदृशम् ओ विरचित इति अर्थे भवति किल महोदय तत्र अस्तु अस्तु व्यूहः इति व्यूढामेशन् इति अस्ति खलु तत्र आम् आम् तत्र व्यूहः इति व्यूढाम् इति भवति महोदय आमामां सत्यं भगिनि तत्र अस्तु हकारस्य ढकारः आगच्छति तत्र तर्हि तत्र व्यूढां चमूम् इति चमूं पश्यतु इति दृष्टद्युम् तत्र अस्तु दृष्टद्युम्नः इति कर्तृपदम् अस्ति इति कृत्वा तस्य तृतीयविभक्तिः भवति. अस्मिन् समये एव विशेषणौ अपि तृतीयविभक्तिं स्वीकुरुतः. धीमन् अस्तु, तत्र धीमान् अस्ति चेत् धीमन् किं भवान् भवता इति भवति. धीमता धीमता शिष्येण दृष्टद्युम्नेन तत्र व्यूढा चमु दृश्यताम् दृश्यताम् इति अस्ति. समीचीनं तथैव अस्ति. समीचीनं भगिनि, व्यूढा चमु दृश्यताम् इति अस्ति. समीचीनं अस्तु, अग्रे धन्यवादः भगिनि. अग्रे सुजाता भगिनी, तत्र भवत्याः नूतनपुस्तकं वा पुरातनपुस्तकं वा? नूतनपुस्तकमस्ति महोदय. तर्हि तत्र यत् एतावत् यत् वाक्यं न पठितं तत् पठित्वा परिवर्तयतु. परेषां विषये चिन्तां त्यजतु भवान्. अस्माकं जनान् नायकान् च गणयतु. अस्तु, परेषां विषये चिन्तां त्यजतु भवान् भवता. परेषां द्वितीया विभक्ति अस्ति न महोदय? परेषाम् इति विभक्ति का तत्र? परेषां द्वितीया न न भगिनि, हा तत्र सर्वनामपदमिव भवति. तत्र तत्र सः इति अस्ति खलु, सः तौते इति, तत्र तस्य वदतु षष्टि. तस्य तस्य विवचने तयोः तयोः हा बहुवचने तेषां अथ विभक्तिका अपि वचनं किम् इति षष्टि बहुवचनमस्ति महोदय. परेषां विषये सप्तमी अस्ति. चिन्तां बहुवचनम् अस्ति. चिन्ताम् इति एकवचनम् अस्ति किन्तु विभक्ति चिन्तां चिन्तां गोपि षष्टि बहुवचनम् अस्ति. चिन्तापदम् अस्ति तत्र. चिन्तां तत्र द्वितीया विभक्ति तत्र लिङ्गं किं पदस्य? चिन्ताम् इति पदस्य लिङ्गं किम्? चिन्तां लिङ्गं चिन्ता भवति, स्त्रीलिङ्गं भवति. आकारं तु लता शब्दवत् तावत् आकार द्वितीया विभक्ति अस्ति अतः कर्मपदमस्ति. इदानीं त्यज्यतां भवति. इदानीम् आहत्य पूर्णवाक्यं वदतु तर्हि. भवता भवता परेषां विषये चिन्ता त्यज्यताम् इति अस्ति. समीचीनं, त्यज्यता समीचीनम्. अग्रे अस्माकं जनान् नायकान् च गणयतु. अस्माकम् अस्ति वयम् इत्यस्य तृतीया भवति महोदय. अस्माकं जनाः नायकाः च गण्यन्ताम् नायकाः च गण्यन्ताम् तत्र गणधातु अस्ति. गण्य गण् धातुः अस्ति तत्र गण्य गण्यन्तां समीचीनं गण्यताम् इति अस्ति समीचीनं धन्यवादः महोदय अस्तु अग्रे उषा भगिनी अस्तु वा महोदय भवान् हर्षदा भगिनी पठितवती महोदय भवान् व्यूहपत्रं पठतु तत्सर्वं कृतम् इदानीं तत्र प्रायश एतत् भवान् समेधताम् इति भवान् समेधतां भवता समेधतां समेध्यताम् इति भवति वा महोदय हा तत्र एधते इति धातुः हा एधते अतः भवता समेधताम् एधता समेध्यताम् समेध्यतां न महोदय सत्यं भगिनि हा समेध्यताम् इति अस्ति समेध्यताम् हा भवता समेध्यताम् इति अस्ति समीचीनं भगिनि हा तथैव अस्ति हा अस्तु भवान् सावधान महोदय अहं नूतन पुस्तकस्य छायाचित्रे प्रेषितवती वाट्सप् गणे कोऽपि वा कापि वा पुरातनपुस्तकस्य अपि प्रेषयतु हा सत्यं सत्यं हा हा हा सत्यं हा अस्तु तत्र महोदय नमस्ते महोदय नमस्कारः भगिनि क्षम्यताम् अन्तिमवाक्यं वदामि वा अस्तु करोतु भगिनि तर्हि भवान् सावधानेन भवतु इति अस्ति भवता सावधानेन भूयताम् इति भूयताम् समीचीनं हा उत्तमम् उत्तममस्ति क्षम्यता महोदय श्रोतुं न शक्नोमि परन्तु शृणोमि अस्तु भगिनि यदा समयः प्राप्यते तदा वदामि अस्तु भगिनि अस्तु अस्तु चिन्ता मास्तु हा अस्तु समीचीनं अस्तु तर्हि अग्रे सरामः तर्हि तत्र पाठः तु समाप्तः इदानीं तत्र गीतम् एकं गीतमस्ति तदनन्तरं तत्र सूक्तिः इति अस्ति अतः तत्र गीतं यदस्ति तद् पठामः एकवारं तर्हि तत्र कः अथवा कः पठति तत्र नरेश महोदय तत्र आरम्भं करोति वा आं महोदय एतम् उच्चैः पठत अत्र प्रयुक्तानि कर्मणि भावे लोट्लकाररूपाणि जानीत च सादरं समीयताम् सादरं समीयतां वन्दना विधीयतां श्रद्धया स्वमातृभू भूसमर्चना विधीयताम् हा इति अस्तु हा अस्तु किञ्चित् वदतु महोदय तत्र हा सादरं समीयतां समीयतां तत्तु कर्मणि प्रयोगः समीचीनं समीयताम् इति कर्मणि प्रयोगः समीचीनं तत्र धातुः कः धातु समीचीनं हा उपसर्गः उपसर्ग सम सम हा संयोगः ई धातुः सम हा समी तत्र ई एति हा तत्र ई गमने हा गच्छति इति अर्थे एति हा तत्र समीयतां नाम सङ्गच्छतु नाम सर्वे मिलित्वा गच्छतु गच्छन्तु हा गच्छन्तु सादरं सादरं नाम आदरं सः हा आदरेण सह आदरेण सह आदरेण सह सादरं नाम परस्परम् आदरं भवतु अपि अग्रे अपि गच्छन्तु वन्दना विधि धातु धी अस्ति अपि उपसर्ग वि वि अस्ति विधि कर्मणि प्रयोगे विधीयताम् अस्ति वन्दना वन्दना तत्र वन्दना तृतीयविभक्ति अस्ति वन्दना विधीयताम् वन्दना वन्दना इति न तत्र साधरं समीयताम् इति अस्ति चेत् तत्र कर्तृपदं प्रायशः न दत्तं खलु एतावत् तत्र अस्तु अस्तु हा कर्मणि प्रयोगे अस्ति इति कृत्वा तत्र वन्दना इति कर्मपदं वा कर्तृपदं वा कर्मपदमस्ति वन्दना किमस्ति कर्मपदम् हा कर्मपदम् अस्ति हा वन्दना तत्र विभक्तौ अस्ति स्त्रीलिङ्गपदं लता इव तथावत् वन्दना विधीयताम् अस्तु अस्तु विधीयतां विधीयतां नाम तत्र तद् भवतु इति तत्र कोऽपि तत्र आदेशः दीयते तत्र एतद् भवतु इति अतः तत्र वन्दना परस्परं तत्र वन्दनापि भवतु नाम आदरमपि भवतु परस्परं नमस्कारमपि कुर्वन्तु तत्र केन इति न दत्तं यतोहि कर्तृपदं न दत्तं खलु अतः तृतीयविभक्ति नास्ति नास्ति तत्र प्रायशः युष्माभिः अथवा इति स्थापितुं शक्नुमः त्वया अथवा जनैः जनैः न जानीमः एतावत् पश्यामः अस्तु समीचीनम् अस्तु अतः तत्र तद्भवतु आदरेण आदरेण सह अग्रे परस्परं नमस्कुर्वन्तु अग्रे गच्छन्तु अग्रे हर्षदा भगिनी अग्रे श्रद्धया स्वमातृभूसमर्चना विधीयताम् अत्र महोदय श्रद्धया इति करणकारणेन तृतीया अस्ति न तु विधीयताम् अगेन् उपसर्गेण सहित धी दातु भवता वा जनैः वा किमपि श्रद्धया स्वमातृभूमेः अर्चना विधीयताम् इति सत्यं समीचीनं हा नाम भवन्तः अथवा वयम् अथवा किमपि तत्र मातृभूमेः अर्चनां कुर्वन्तु कुर्मः इति अस्ति समीचीनम् अस्तु अग्रे आपदो भवन्तु वा विद्युतो लसन्तु वा अत्र तु कर्मणि प्रयोग नास्ति एव कर्मणि भावे किमपि नास्ति आपदः भव भवद्भिः भवद्भिः न आपदः भवन्तु इति आपदः भवन्तु आम् आपदः इति कर्तृपदं विद्युतः लसन्तु आपदः इति पदं बहुवचनं वा एकवचनं वा बहुवचने अस्ति एकवचने आपदः श्रीलिङ्गः समीचीनं समीचीनम् एतदेव गीतासोपान द्वितीयभागस्य मुख्यविषयः खलु तत्र हलन्तपदानि आमामां बहु भ्रमं भवति हलन्तपद आगच्छति तु लिङ्गस्य बहुवच बहु भ्रमं भवति सत्यं सत्यं अग्रे विद्युत् विद्युत् तकारान्त तकारान्तस्त्रीलिङ्ग विद्युतः बहुवचने अस्ति विद्युतः बहुवचने अस्ति तत्र आपदः भवन्तु विद्युतः लसन्तु लसन्तु लसन्तु नाम लसन्तु नाम अहं न जानामि किन्तु विद्युतः यानि लाइट्निङ्ग् इति मन्ये हा तत्र लसन्तु नाम प्रकाशते प्रकाशन्ते प्रकाशतु प्रकाशन्ते विद्युतः लसन्तु वा आपदो भवन्तु वा भवन्तु अग्रे आयुधानि भूरिशोपि मस्तके पतन्तु वा आयुधानि भूरिश भूरिशः अपि भूरिशः अपि मस्तके पतन्तु वा भूरिशः बहवः आयुधानि अपि मस्तके पतन्तु वा हा आयुधं नाम शस्त्रं शस्त्राणि शस्त्राणि आयुधानि इति पतन्तु पतन्तु कुत्र पतन्तु मस्तके मस्तके मस्तके पतन्तु भूरिशः नाम बहवः बहवः अपि अनेकप्रकार तत्र प्रकाराः सन्ति एकप्रकारक इति नास्ति भूरिशः नाम विविधानि विविधानि आयुधानि बहूनि सन्ति अपि एकमेव तत्र बहु इति न किन्तु तयोः मध्ये अपि तत्र बहु प्रकारकाणि सन्ति इति भूरिशः अपि भूरिशः अपि मस्तके पतन्तु वा समीचीनं भगिनि हा धन्यवादः धन्यवादः अस्तु अग्रे शोभा भगिनि आं महोदय तत्र धीरता न हीयतां वीरता विधीयताम् तत्र धीरता इति धीरता इत्युक्ते धैर्यम् अपि च न हीयतां तत्र हीयताम् इत्युक्ते न इति अस्ति न त्यजन्तु इति वा हीरता तत्र धातुः कः तत्र हि इति धातुः इति धातुः समीचीनं हा नाम हि इति गत्यार्थकधातुः अस्ति हा गत्यार्थकधातुः नाम तत्र न हीयताम् अस्तु तर्हि तत्र धैर्यं तिष्ठतु धैर्यं यत्र अस्ति तत्र एव धैर्यं तिष्ठतु नाम तस्य न्यूनता अपगमनं न भवेत् इति महोदय सत्यं भगिनि वीरता तत्र शौर्यं वीर्यम् इति वीरता विधीयताम् तत्र धा धातुः विधीयताम् इति भवति इति मन्ये विधीयताम् इत्युक्ते तत्र तस्य प्रयोगः भवेत् इति नाम तद् भवतु भवतु इति विधीय विधि विधि इत्युक्ते तत्र विधिः इति वदामः भवतु इति सत्यं हा तत्र विधीयते इत्युक्ते तत्र ओर्डेण्ड् तत्र ओर्डर्ड् ओर्डेण्ड् इति तत्र एतत् तत्र देव्याः तत्र देवी विधीयते इति तत्र किमपि सा आदेशं करोति आदिशति तादृश भवतु भवतु धीरता विधीयताम् अग्रे धीरता न हीयतां वीरता विधीयतां निर्भयेन चेतसा पदं पुरो निधीयताम् तत्र निर्भयेन तत्र भयः इति भीतिः इति निर्भयेन इत्युक्ते तत्र तस्य विरुद्धार्थकपदं भयं विना चेतसा तत्र चेतसा इति तृतीयविभक्तौ अस्ति तत्र चेतसा इति चेतस् प्रथमविभक्ति तत्र तत्र वेधस् वेधाः इति भवति चेताः इति भवति महोदय चेतस् चेतसा निर्भयेन चेतसा इत्युक्ते तत्र चैतन्ययुक्तेन पदं पुरो पुरः निधीयताम् अग्रे गच्छन्तु इति अर्थे भवति तत्र निर्भयेन अपि च चेतसा इत्युक्ते चेतना युक्ताः भूत्वा चेतनेन सह चेतनेन सह चेतनेन चेतसा इति चेतस एव अर्थः अस्तु चैतन्येन इति वक्तुं शक्नुमः चेतनम् इति तत्र चेतनम् इति अपि अथवा चेतना इति स्त्रीलिङ्गे अस्ति इति मन्ये खलु चेतना स्त्रीलिङ्गे इति मन्ये महोदय चेतना इति अस्ति चैतन्यम् इति चेतनया चेतनया चेतनया पदं पुरो इत्युक्ते पुरः निधीयताम् इति स्थाप्यतु स्थाप्यताम् इति तत्र पुनः धातुः अग्रे पूर्वं विधीयताम् आसीत् तस्य एव निधीयताम् इति अग्रे गच्छन्तु इति स्थाप्यतां स्थाप्यताम् इति अस्ति समीचीनं अस्तु भगिनि समीचीनं अस्तु अग्रे सुजाता भगिनि आं महोदय प्राणदायिनी इयं त्राणदायिनी इयम् इयं प्राणदायिनी इयं प्राणदायिनी प्राण प्राणं ददाति ददाति त्राणदायिनी इयं त्राण प्राण इत्युक्ते त्राण पादत्राणम् इत्युक्ते किम् पादत्राणं चप्पल् शिरस्त्राणं केप् त्राण इत्युक्ते त्राण त्राय त्रायते त्रायते प्राणदायिनी इयं त्राणदायिनी त्राहि माम् इति सर्वदा शृण्मः आम् आम् महोदय किं पाहि माम् अतः अर्थः कः त्राहि इत्युक्ते त्राहि रक्षण समीचीनं तदेव रक्षणं ददाति रक्षति रक्षति आम् महोदय शक्तिमुक्ति भक्तिदा सुधा प्रदायिनी इयं शक्ति शक्तिः शक्तिः मुक्तिः भक्तिः भक्ति तत्र साक्षात् तत्र एतत् पदं तत्र स्त्रीलिङ्गपदम् अस्ति धा इति तत्र भक्ति नाम तत्र या तत्र शक्तिं मुक्तिं भक्तिं ददाति मुक्तिभक्तिधा भक्तिधाम् भक्तिधा सुधा प्रदायिनी इयं सुधां सुधा ददाति प्रदायिनी इयम् अस्तु समीचीनम् अस्तु क्षम्यतां महोदय महोदय एकः प्रश्नः भिन्नविषये तत्र पादं पदम् इति स्मरणे आगच्छति इति कृत्वा पृच्छामि तत्र महोदय यदा शरीरस्य अङ्गे ग्रहणं प्रहरणं ताडनं भवति चेत् सप्तमी भवति यदि तत्र पादं गृहीतवान् इति वदामः वा पादे गृहीतवान् पादयोः एव पादे एव पादे गृहीतवान् एव अस्तु अथवा पादयोः गृहीतवान् इति सत्यं सप्तमी एव भवेत् सप्तमी एव भवेत् तत्र अस्तु अस्तु महोदय धन्यवादः अस्तु अग्रे नरेश महोदय आम् महोदय एतदीयवन्दने सेवने अभिनन्दने साभिमान मानमात्मनो जीवन प्रदीयताम् एतत् एतत् ईय वन्दने तत्र तत्र एतदीय नाम भवदीय अस्तु तदीय वन्दने भारतीय इति भवति खलु तत्र एतदीय नाम बिलाङ्गिङ्ग् टु दिस् इति अर्थे तद्धित् खलु महोदय एतदीय इति तद्धित् महोदय सत्यं भगिनि एतावत् तादृशव्याकरणांशान् वयं न दृष्टवन्तः अहम् इदानीं कोविड् दत्तवती न अतः समीचीनं भगिनि तदेव अतः तत्र तस्याः वन्दने तस्याः वन्दने अस्तु महोदय तत्र एकः प्रश्नः अस्ति तत्र इयं प्राणदायिनी इयं त्राणदायिनी तत्र इयम् इत्युक्ते का इयं का अस्ति इयं स्वनाम अस्ति स्त्रीलिङ्ग न न किन्तु गीते गीते इयम् इत्युक्ते का अस्ति व्याकरणविषये नास्ति अर्थ अस्तु अस्तु इयम् अत्र नाम प्राणदायिनी प्राणदायिनी सर्वं का अस्ति अत्र किं विषये अस्ति हा इति अतः तत्र का तत्र का प्राण प्राणं ददाति प्राणं कया प्राणं प्राणः दीयते त्राणं दीयते शक्ति दीयते मुक्ति दीयते भक्ति दीयते विषय क्या का अस्ति गीते गीते दत्तमस्ति अन्यकोपि वदति वा तत्र का अस्ति इति कोऽपि देवी वा नदी वा न न न मातृभूमिति सा एव तत्र एतत् सर्वं ददाति अतः तत्र तस्याः वन्दने तस्याः वन्दने सेवने अभिनन्दने सेवने तस्याः सेवने तस्याः अभिनन्दने स्वाभिमान आत्मनो जीव दीयताम् स्वाभिमान अभिमान सः आत्मनो आत्मनो इत्युक्ते स्वस्य हा आत्मनः स्वस्य हा समीचीनं समीचीनं जीवनं प्रदीयतां जीवनं ददातु हा नाम अभिमानेन सह स्वस्य जीवनं तत्र सर्वे प्रजाः तत्र जीवनं ददातु कस्यै ददातु तत्र मातृभूमे मातृभूमे भूम्यै ददातु तस्य तत्र अभिनन्दने सेवने एतत् सर्वं तादृशकार्याणि यानि सन्ति तेषां कृते जीवनं ददातु इति अतः तत्र मातृभूमेः तत्र कथा गीतं मातृभूमेः गीतम् इति अस्ति वासुदेवद्विवेदीशास्त्री इति तत्र प्रायशः प्रसिद्धः कविः इति मन्ये सः अनेकानि तत्र गीतानि कृतवान् इति मन्ये तत्र प्रायशः पुस्तकमपि प्रायशः अस्ति इति चिन्तयामि किन्तु न जानामि अस्तु तर्हि इदानीं तत्र पाठः सर्वं पाठः पठितः केवलं तत्र सूक्तिः इति अस्ति अतः तत्र अग्रे तत्र हर्षदा भगिनी अग्रे तत्र सूक्तिः इति पदं हि सर्वत्र गुणैर्विधीयते पदं हि सर्वत्र गुणैः विधीयते हा गुणैः विधीयते समीचीनं तत्र कर्मणि प्रयोगः वा कर्तृप्रयोगः वा अत्र कर्तरिप्रयोगः विधीयते कर्मणि प्रयोगे तु विधीयतां भविष्यति न गुणैः अत्र करणकारणे अस्ति न न विधीयताम् इति तत्र लकारः कः विधीयताम् इति लोट् लकारः विधीयते आमां कर्मणि कर्मणि कर्मणि कर्मणि विधीयते इति कर्मणि कर्मणि लट् आमां लटि अस्ति विधीयते इति कर्मणि लट् अस्ति कर्तृपदं किमस्ति तर्हि गुणैः गुणैः हा गुणैः इति कर्तृपदं समीचीनम् अपि तत्र विधीयते इति तत्र कर्मपदम् अस्ति इति मन्ये तत्र कर्मपदं किम् अस्ति पदं पदं हा पदं पुस्तकलिङ्गपदं प्रथमाद्वितीया समानं पदमेव गुणैः विधीयते पदं हि सर्वत्र गुणैः विधीयते इति. हा अतः तत्र किञ्चित् कोऽपि वदति वा तत्र अर्थः कः इति? हरे राम, अहं जानामि वक्तुं न शक्नोमि. हा अस्तु भगिनि. हा तत्र गुणाः सन्ति चेत् गुणाः सन्ति चेत् तद्भूषणं केवलं पदमेव न समीचीनं. हा इदानीं तत्र प्रथमतया समीचीनमस्ति भगिनि. हा तदेव अस्ति, किन्तु किञ्चित् हा स्पष्टीकरणं भवेत्. तत्र नाम तत्र पदम् इत्युक्ते किम्? कोऽपि अधिकारपदम्. पदमिति तत्र पदं पूर्वं निधीयताम् इति अस्ति खलु, तत्र पदं नाम पादं वा अथवा भिन्नं वा? पदं भिन्नं वा अथवा पदं पादं समानं? पादं न, पदम् इति कोऽपि अधिकार सम् पोस्ट्. हा तदपि भवितुम् अर्हति पदम् इति, भिन्नमस्ति तत्र पोस्ट् इति नास्ति. तत्र उक्तिः इति वा महोदय, वचः? वचः अपि नास्ति. हा तदपि भवेत् अत्र नास्ति. तत्र चिन्तयतु, कोऽपि गच्छति, कोऽपि तत्र मार्गेण गच्छति, तत्र भूमौ सः इदानीं सः गतवान्, तत्र प्रातःकाले सः गतवान्, मार्गेण सः गतवान्. इदानीं तत्र भूमौ इदानीं सः अत्र नास्ति, किन्तु भूमौ तत्र गमनक्रियायाः चिह्नम् अस्ति खलु, तत्र चिह्नं भवति खलु, तदेव अस्ति पदं, नाम फुट् स्टेप्स् इति. पदं नाम फुट् इति नास्ति, फुट् स्टेप्. तत्र चिह्नं, तत्र यत् चिह्नम् अस्ति तदेव पदम् अस्ति. अतः तत्र पदं हि सर्वत्र गुणैः विधीयते, नाम तत्र चिह्नं भवति. तत्र ये जनाः महापुरुषाः वा महिलाः वा ये आसन् तेषां तत्र कार्यैः तत्र किं भवति, तत्र वयं तेषां गुणाः के इति जानीमः. ते इदानीं न सन्ति, किन्तु तेषां हा कार्याणि नाम पुस्तकानि वा अथवा किमपि वा तत्र चिह्नं यदस्ति तेन वयम् अस्तु एतादृशपुरुषः अथवा एतादृशी महिला आसीत् इति ज्ञानं प्राप्नुमः, तेषां गुणं जानीमः. अतः तत्र तेषां गुणं वयं पदेन जानीमः, तत्र पदं चिह्नं भवति तत्र गुणस्य चिह्नम् इति. अतः तत्र आङ्ग्लभाषायां वदामश्चेत् तत्र किमस्ति, तत्र गुड् क्वालिटीस् गुणः नाम सगुणः, सेट् फुट् एव्रीवेर् इति, नाम तेषां चिह्नं सर्वत्र भवति इति. टु बि फालोड् इति अर्थे महोदय, फालोड् अपि अर्थः भवति, समीचीनम्. अहं भिन्नं चिन्तितवती, अहं चिन्तितवती यदि कोऽपि अधिकारपदम् अधिकारपदे कः अपि वा का अपि अस्ति चेत् गुणैः उच्चैः उच्चस्थाने भविष्यति. तदपि तादृशं तदपि समीचीनं, किन्तु अत्र अतः भिन्नः. आम् तदपि समीचीनमेव, हा तादृशः भवेत् किन्तु हा. अस्तु तर्हि, अस्तु अतः तत्र एषः पाठः समाप्तः. अग्रिमे सप्ताहे वयं तत्र लङ्लकारस्य परिचयं प्राप्नुमः, प्राप्स्यामः. अस्तु तर्हि तत्र शान्तिमन्त्रं वदामः, तत्र कः कः अथवा का वदति कृषभगिनी वदति वा? आं महोदय. ॐ सर्वे भवन्तु सुखिनः, सर्वे भवन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु,